अथ षष्ठः खण्डः। अथ इदानीं सर्वफलसम्पत्त्यर्थम् उद्गीतस्य उपासनान्तरम् इच्छ्यते। इयमेव रुग्मिः साम तदेतद्येतस्यामृजे अद्युडुगं साम तस्मादृजे अद्युडुगं साम गीयत इयमेव साग्निः अमः तत्साम। इयमेव पृथिवी रुक् रुचि पृथिवीदृष्टिः कार्य तथा अग्निः साम साम्नि अग्निदृष्टिः। कथं पृथिव्यग्नोः ऋक्सामत्वम् इति उच्यते। तदेत अग्न्याख्यं साम एतस्यां पृथिव्यां रुचि अद्युढम् अधिगतम् उपरिभावेन स्थितम् इत्यर्थः। रुचि इव साम तस्मात् अत एव कारण रुचि अद्युढमेव सामगीयते इदानीमपि सामगैः। यथा च ऋक्सामनि न अत्यन्तं भिन्ने अन्योन्यम् तथा एतौ पृथिव्यग्नि कथम् इयमेव पृथिवी सा सामनाम अर्धशब्दवाच्य इतर अर्धशब्दवाच्यः अग्निः अमः तत् एत पृथिव्यग्निद्वयं सामैकशब्दाविधेयत्वमापन्नं साम तस्मात् न अन्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यसंश्लिष्टं ऋक्सामनि एव तस्माच्च पृथिव्यग्नोः ऋक्सामत्वम् इत्यर्थः। साम अक्षरयोः पृथिव्यग्निदृष्टिविधानार्थम् इयमेव सा अग्निः अमः इति केचित्। अन्तरिक्षमेव ऋग्वायुः साम तदेतस्यामृजे अद्युडुं साम तस्मादृजे अद्युडुं साम गीयते अन्तरिक्षमेव सा वायुः अमः तत्साम। अन्तरिक्षमेव ऋग्वायुः साम इत्यादि पूर्व द्यौरेव ऋग् आदित्यः साम तदेतस्यामृजे अद्युडुं साम तस्मादृजे अद्युडुं साम गीयते द्यौरेव साम आदित्यो अमः तत्साम। नक्षत्राणि एव ऋक्चन्द्रमाः साम तदेतस्यामृजे अद्युडुं साम तस्मादृजे अद्युडुं साम गीयते नक्षत्राणि एव साम चन्द्रमामः तत्साम। नक्षत्राणामधिपतिः चन्द्रमा अतः स साम अथ यदेतदादित्यस्य शुक्लं वा सैव ऋग् अथयन् नीलं परः कृष्णं तत्साम तदेतद्येतस्यामृजे अद्युडुं साम तस्मादृजे अद्युडुं साम गीयते। अथ यदेतदादित्यस्य शुक्लं वा शुक्लादीप्तिः सैव ऋक् अथ यदादित्यनीलं परः कृष्णं परो अतिशयेन काष्णं तत्साम तद्धि एकान्तसमायतदृष्टेः दृश्यते। अथ यदेव एतदादित्यस्य शुक्लं वा सैव सा अथ यन्नीलं परः कृष्णं तदमः तत्साम अथ यैशोन्तरादित्य हिरण्मयपुरुषो दृश्यते हिरण्यश्मिश्रो हिरण्यकेश आप्रणकाः सर्व एव सुवर्णः। ते एव एते भासौ शुक्लकृष्णत्वे स च अमश्च साम अथ एषः अन्तरादित्ये आदित्यस्य अन्तः मध्ये हिरण्मयः हिरण्मय इव हिरण्मयः न हि सुवर्णविकारत्वं देवस्य सम्भवति ऋक्सामगीष्णत्व अपहतपाप्मत्वसम्भव न हि सवर्णे अचेतने पाप्मनि प्राप्तिः अस्ति येन प्रतिषिध्येत चाक्षुषे च अग्रहणः अतः लुप्तोपम एव हिरण्मयशब्दः ज्योतिर्मयः इत्यर्थः। उत्तरेष्वपि समानयोजनं पुरुषः पुरुषेण पूरयति वा स्वेन आत्मना जगदिति दृश्यते निवृत्तचक्षुर्भिः समाहितचेतुभिः ब्रह्मचर्यसाधनापेक्षैः। तेजस्विनोऽपि श्मश्रुकेशादयः कृष्णः स्युः इत्यतः विशिनष्टे हिरण्यश्मश्रुः हिरण्यकेशः इति ज्योतिर्मयानि एव अस्य श्मश्रूणि केशाश्च इत्यर्थः। आप्रणकः प्रणकः नखाग्रं नखाग्रेण सह सर्वः सुवर्णयो भारूपः इत्यर्थः। तस्य यथा कप्या सम्पूर्णरीकमेवं नक्षिणी तस्य उदिति नाम स एष सर्वेभ्यः पापेभ्यः उदितः उद्गीर्य वै सर्वेभ्यः पापेभ्यो एवं वेद तस्य एवं सर्वतः सुवर्णवर्णस्यापि अक्ष्णोः विशेषः कथं तस्य यथा कपेः मर्कटस्य आसः कप्यासः आसेः उपवेशनार्थस्य कर्णे घञ् कपिपृष्टान्तः येन उपविशति कप्यास इव पुण्डरीकम् अत्यन्ततेजस्वी एवं देवस्य अक्षिणी उपामित उपमानत्वात् न हीनोपम। तस्य एवं गुणविशिष्टस्य गौणमिदं नाम उदिति। कथं गौणत्वं? स एष देवः सर्वेभ्यः पापेभ्यः पाप्मना सह तत्कार्येभ्यः इत्यर्थः, यः आत्मा पदपाप्मा इत्यादि वक्ष्यति। उदितः उद् इतः उद्गतः इत्यर्थः। अतः असौ उन्नाम। तम् एवं गुणसम्पन्नम् उन्नामानं यथोक्तेन प्रकारेण यो वेद सोऽपि एवमेव उदेति उद्गच्छति सर्वेभ्यः पापेभ्यः। ह वै इति अवधारणार्थो निपात उदेत्येव इत्यर्थः। तस्य रुक्तसामजगेष्णो तस्मादुद्गीतः तस्मात्त्वेव उद्गाता एतस्य गाता स एषां ये च अमुष्मात्परां च लोका तेषां चेष्टे देवकामानां च इत्यादि दैवतम्। तस्य उद्गीतत्वं देवस्य आदित्यादीनामिव विवक्षित्वाः तस्य रुक्तसामजगेष्णं पृथिव्यादि उक्तलक्षणे पर्वणि। सर्वात्मा हि देवः परापरलोककामेशतृत्वात् उपपद्यते पृथिव्यज्ञादि ऋक्सामज्ञेष्णत्वं सर्वयोनित्वाच्च। यतः एवम् उन्नामाच्च असौ ऋक्सामज्ञेष्णश्च तस्मात् ऋक्सामज्ञेष्णत्वे प्राप्ते उद्गीतत्वम् उच्यते परोक्षेण। परोक्षप्रियत्वात् देवस्य तस्मादुद्गीतः इति। तस्मात्तु एव हेतोः उदं गायति इति उद्गात। यस्माद्धि एतस्य यथोक्तस्य उन्नाम्नः गात असौ अथो युक्त उद्गात इति नाम प्रसिद्धिः उद्गात। स एषः देवः उन्नाम ये च अमुष्मातु आदित्यात् परञ्चः परागञ्चनातु ऊर्ध्वालोकः तेषां लोकानां च ईष्टे न केवलं ईषितृत्वमेव च शब्दातु धारयति च सदाधारपृथिवीं ज्यामते मा इत्यादि मन्त्रवर्णः। किञ्च देवकामानाम् ईष्टे इति एतन् अधिदैवतं देवताविषयं देवस्य उद्गीतस्य स्वरूपम् उक्तम् इति षष्ठखण्डभाष्यम्। अथ सप्तमः खण्डः। अथ अध्यात्मं वागीवरप्राणः साम तदेतदेतस्यां अद्युडुं साम तस्मादृ अद्युडुं साम गीतेन वागीव स प्राणो मह तत्साम। अथ अधुना अध्यात्ममुच्यते वागीवरुङ् प्राणः साम अधरोपरिस्थानत्व सामान्य प्राणो ग्राणमुच्यते सह वायुन वागीव सा प्राणो अम इत्यादि पूर्वत् चक्षुरेवरुङ्गात्मा सामा तदेतदेतस्यां अद्युडुं साम तस्मादृ अद्युडुं साम गीतेन चक्षुरेव सा आत्मा अमः तत्साम। चक्षुरेवरुङ् आत्मा साम आत्मा इति छायात्मा तत्स्थत्वात् साम श्रोत्रमेव ऋग्मनः साम तदेतदेतस्यामृ अद्युडुं साम तस्मात् अद्युडुं साम गीतेन श्रोत्रमेव सा मनो अमः तत्साम। श्रोत्रमेव ऋग् मनः साम श्रोत्रस्य अधिष्ठातृत्वात् मनसः सामत्वम्। अथ यदेतदक्षिणः शुक्लं वा सैव ऋङ्गथयन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृ अद्युडुं साम तस्मात् रुचि अद्युडुं साम गीयतेम् अथ यदेव एतदक्षिणः शुक्लं वा सैव साधयन्नीलं परः कृष्णं तदमः तत्साम। अथ यदेतदक्षिणः शुक्लं वा सैव रुक् अथ यन्नीलं परः कृष्णम् आदित्यैव दृक्शक्त्यधिष्ठानं तत्साम। अथ येषान्तरक्षिणी पुरुषो दृश्यते सैव रुक् तत्साम तदुक्थं तद्यजो तद्ब्रह्म तस्येतस्य तदेव रूपं यदमस्य रूपं यामस्य ज्येष्णौ तौ ज्येष्णौ यन्नाम तन्नाम। अथ य एषः अन्तः अक्षिणीपुरुषो दृश्यते पूर्वत् सैव रुङ् अध्यात्मं भागाद्य पृथिव्याद्य च अधिदैवत् प्रसिद्धा च रुङ् पादबद्धाक्षरात्मिकः तथा साम उक्तसाहचर्याद्वा स्तोत्रं साम ऋक्शस्त्रम् उक्ता तु अन्यतु तथा यजुः स्वाहा स्वदा वषडादि सर्वमेव वाग्यजुः तत्सैव सर्वात्मकत्वात् सर्वयोनित्वाच्च इति हि अवोचनम्। ऋगादिप्रकरणात् तद्ब्रह्मेति त्रयो वेदाः। तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपम् अतिदिश्यते किं तन् यदमुष्य आदित्यपुरुषस्य हिरण्मयः इत्यादि यदधिदैवतमुक्तं यामुष्यज्ञेष्णपर्वणि तौ इव अस्यापि चाक्षुषस्य ज्ञेष्ण यच्च अमुष्य नाम उत् इति उद्गीथ इति च तदैव अस्य नाम स्थानभेदरूपगुणनाम अतिदेश ईशितृत्वविषयभेदविपदेशाच्च आदित्यचाक्ष्योः भेदः इति चेन्न अमुना अनेनैव इति एकस्य उभयात्मप्राप्ते अनुत्पत्ते द्विधाभावेन उत्पद्यत इति चेन् वक्षति स एकदा भवति त्रिधा भवति इत्यादि न चेतनस्य एकस्य निरवयत्वात् द्विधाभावः अनुत्पत्ते तस्मादध्यात्म अधिदैवतयोः एकत्वमेव यत् रूपादि अतिथेषु भेदकारणम् अवोचः न तद्भेदावगमाय किं तर्हि स्थानभेद भेदाशङ्का मा भूदिति एवमर्थं स एषये च एतस्मादर्वां च लोकः तेषां ज्येष्ठे मनुष्यकामानां च इति तज्जीमे वीणायां गायन्ति इदं ते गायन्ति तस्मात् ते धनधनयः स एषः चाक्षुषः पुरुषः ये च एतस्मात् आध्यात्मिका तु आत्मनः अर्वाञ्च अर्वागताः लोकाः तेषां चेष्टे मनुष्यसम्बन्धिनाञ्च कामान् तत्तस्मान् य इमे वीणायां गायन्ति गायकः ते एतमेव गायन्ति यस्मात् ईश्वरं गायन्ति तस्मात् ते धनसनयः धनलाभयुक्तः धनवन्तः इत्यर्थः अथ एतदेवं विद्वांसां गायति उभौ स गायति सो अमुना इव स एष ये च अमुष्मात् परांश्च लोकः तांश्चाप्नोति देवकामांश्च अथ य एतदेवं विद्वान् यथोक्तं देवम् उद्गीतं विद्वान् साम गायति उभौ स गायति चाक्षुषम् आदित्यं च तस्य एवं विधः परमुच्यते सोमुना इव आदित्येन स एष ये च अमुष्मात् परांश्च लोकः तांश्चाप्नोति आदित्यान्तर्गतदेवो भूत्वा इत्यर्थः देवकामांश्च